अस्तु, तर्हि सर्वेषां स्वागतम्. अस्माकं विषयः अद्यतनः स्वरसन्धिः. अत्र ध्वनिविज्ञानम् इति विषयः अस्ति. यत्र उदाहरणार्थं समासस्य विषयः आयाति, तत्र अर्थस्य महत्त्वं, नाम अस्य पदस्य अर्थः कः इति प्रश्नः अवश्यम् उदेति. यत्र ध्वनिविज्ञानं भवति, यत्र सन्धिकार्यं भवति, तत्र केवलम् अक्षराणां वर्णानां कार्यम् अस्ति इति कारणतः अर्थस्य न कोऽपि सम्बन्धः न वा महत्त्वम् इति कृत्वा अस्य अध्यायस्य आरम्भे या कथा अस्ति तां कथाम् अनन्तरं पठेम अभ्यासावसरे. प्रथमतया तत्र स्वरसन्धिः कीदृशः इति अस्माभिः ज्ञातव्यः. तदर्थम् आरम्भे गतवर्गस्य अन्ते तत् नाम अध्यायस्य पूर्वं दशमे पुटे किमपि अस्माभिः पठितमस्ति, तस्य पुनस्मरणम् अवगमनम् अवश्यं भवेत्. तत्र माहेश्वराणि सूत्राणि अस्माभिः अधीतानि. ततः तत्र प्रत्याहारः नामकः इति अपि ज्ञातः. इदानीं सुबन्तं तिङन्तं च नाम किम् इति अस्माभिः अवलोकितमस्ति, पुनः संक्षिप्तरूपेण वदामि. अत्र यथा पदानि दत्तानि सन्ति, विजया, गीता, गोविन्दः, प्रतिदिनं, कार्यालयं, सर्वे, स्वीयानि कार्याणि, भवन्तः इति तत्र पदानि सन्ति. कीदृशानि पदानि इति चेत् सुबन्तानि, नाम येषाम् अन्ते सुप्रत्ययः अस्ति. तत्र सु औ जस् इति तत्र दत्तमस्ति खलु, सु औ दशमे पुटे सर्वे पश्यन्तु, सु औ जस् अम् औट् शस् ताभ्यां भिस् ङेभ्यां भ्यस् ङसिभ्यां भ्यस् ङस् ओस् आम् ङि ओस् सुप् इति एकविंशतिः सुप्रत्ययाः सन्ति. येषाम् अन्ते एषु अन्यतमः प्रत्ययः भवति तस्य नाम अस्ति सुबन्तं. यस्य अन्ते सुप् इति प्रत्याहारेषु अन्यतमः अस्ति, यस्य अन्ते, तस्य नाम अस्ति सुबन्तम्. यस्य अन्ते सुप् अस्ति नाम सु इत्यस्मात् आरभ्य प इति पर्यन्तं, अत्रापि एकरीत्या प्रत्याहारः अस्ति, नाम तत्र सङ्ग्रहः अस्ति, संक्षेपः इति उच्यते सुप्. तत्र नामपदम् इत्यस्य नामकरणं भवति तत् सुबन्तम्. अपि च क्रियापदं तिङन्तपदम् इति वदामः खलु, तत्र तिप् इत्यस्मात् आरभ्य महङ् इति पर्यन्तं ये प्रत्ययाः सन्ति येषाम् अन्ते एषु अन्यतमः अस्ति तस्य नाम अस्ति तिङन्तपदं, यथा पठति, गच्छति, अकुर्वन् तत्र कुर्वन्तु इति उदाहरणानि सन्ति. तेषाम् अन्ते यथा गच्छति इत्यस्य अन्ते ति इत्यस्य ति, तिप् इत्यस्य ति, गच्छतः इत्यस्य अन्ते तस्, तत्र कार्याणि सन्ति, नास्ति चिन्ता, अत्र तः इति भवति. गच्छतः इत्यस्मिन् यः तः अस्ति सः द्वितीय प्रत्ययः तस्. अपि च गच्छन्ति तत्र वैचित्र्यमस्ति इति जाने, किन्तु अत्र झि इति अस्ति, झ इत्यस्य अन्त आदेशः भवति अन्ति गच्छन्ति. अतः क्रमेण अष्टादशतिङ् प्रत्ययाः सन्ति, तेषु यस्य अन्ते अन्यतमः प्रत्ययः अस्ति तस्य नाम अस्ति तिङन्तम्. अतः आहत्य, इदानीम् आहत्य तत्र अष्टाध्यायी इति पुस्तकम् इति ग्रन्थस्य नाम सर्वैः श्रुतम् अस्ति इति अहं मन्ये. अष्टाध्यायी पाणिनेः ग्रन्थः प्रसिद्धः. तत्र संस्कृतभाषायाः पूर्णतया वर्णनं क्रियते, पूर्णतया सम्पूर्णवर्णनं भवति तस्मिन् ग्रन्थे. अत्र च सूत्राणि सन्ति, 4000 सूत्राणि सन्ति. इदानीं करपत्रद्वयं मया उक्तं, सर्वेषां पुरतः करपत्रद्वयं स्यात्. द्वयोः मध्ये एकस्य नाम अस्ति पाणिनीयं सूत्रं कथं पठनीयम्. तस्य अन्ते करपत्रस्य अधोभागे गच्छतु. तस्य करपत्रस्य अधोभागे अन्तिमभागः, तत्र पाणिनीयसूत्राणि 6 इति प्रदर्शितमस्ति. इदानीं षट्सु प्रथमप्रकारकं सूत्रमस्ति संज्ञासूत्रं. पश्यति वा संज्ञासूत्रं? संज्ञासूत्रम् इति किं लिखितमस्ति? येन नामकरणं क्रियते. तत्र उदाहरणमस्ति सुप्तिङन्तं पदम् इति एकं सूत्रमस्ति. इदानीम् अस्माभिः किं दृष्टमस्ति? यस्य अन्ते सुप् अस्ति तस्य नाम अस्ति सुबन्तम्. यस्य अन्ते तिङ् अस्ति तस्य नाम भवति स्तिङन्तम्. द्वयोः मिलित्वा नाम भवति पदम्. सुप्तिङन्तं पदम् इति नामकरणमस्ति. सुप्तिङन्तं पदम् इति नामकरणमस्ति. यत्र कुत्रापि अष्टाध्याय्यां नामकरणं भवति तत्र संज्ञासूत्रं भवति. संज्ञासूत्रमिति उच्यते यथा केषुचित् वर्गद्वयात् प्राक् अस्माभिः संयोगः इति पदस्य अवलोकनं कृतं. संयोगः नाम यत्र हल् वर्णद्वयमस्ति तयोः च मध्ये न कोऽपि स्वरः अस्ति, तत्र संयोगः इति उच्यते, खलु? अस्माभिः दृष्टम् अस्मिन्नेव अस्माकं पुस्तके. तत्र सूत्रमस्ति हलोनन्तराः संयोगः. हलोनन्तराः संयोगः इति सूत्रमस्ति. तत्र तदपि संज्ञासूत्रमस्ति. नाम संयोगः इत्युक्ते कः? संयोगः इत्युक्ते कः इति चेत् हलोनन्तराः संयोगः. इत्यनेन द्वयोः हल् वर्णयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति इति संज्ञासूत्रमस्ति. एवमेव अत्र सुप्तिङन्तं पदम् इति संज्ञासूत्रं. नाम पदम् इत्युक्ते किम्? अष्टाध्याय्यां संस्कृतभाषायां पदम् इत्युक्ते किम् इति चेत् सुप्तिङन्तं पदम्. यस्य अन्ते सुप् अथवा तिङ् अस्ति तस्य नामकरणं क्रियते अस्माभिः पदम् इति प्रथमप्रकारकं सूत्रमस्ति. शनैः तत्र द्रक्ष्यामः इतः अग्रे. तर्हि सुप्तिङन्तपदम् इति पदं पदसंज्ञा. यस्य अन्ते सुप् अथवा तिङ्. अत्र कोऽपि प्रश्नः वा? अग्रे गन्तुं शक्नुमः वा? अस्तु, स्पष्टमस्ति. इदानीं त्रयोदशीपुटे लिखितमस्ति स्वरसन्धिः. स्वरः योगः स्वरः. अत्र किञ्चित् अन्म्यूट् करोमि. अस्तु, अत्र रक्षा भगिनी, तत्र प्रथमवाक्यं पठति वा? स्वरसन्धिः, स्वरात् स्वरे परे स्वरसन्धिः भवति. एषः अष्टविधः. अत्र प्रथमवाक्यस्य अर्थः कः? स्वरात् स्वरे परे, यत्र एकः स्वरः अस्ति तस्मात् स्वरात् परम् अपरः अपि स्वरः अस्ति, तदा तयोः मध्ये यः सन्धिः जायते सः स्वरसन्धिः इति उच्यते. हा, सत्यम्. अत्र कथं जानाति, कथं ज्ञातवती अस्य अस्य वाक्यस्य अर्थः कः? स्वरात् स्वरे परे, अधुना स्वरात् स्वरे परे इत्युक्ते किं महोदय, सूत्रदृष्ट्या परे इत्यस्य किम् इति वक्तव्यं वा? नाम सामान्यतया ये जनाः अस्माकं सङ्गे अस्माभिः सह सन्ति ते सर्वे न जानीयुः यत् स्वरात् स्वरे परे, स्वरात् इति का विभक्तिः अस्ति? स्वरात् इति पञ्चमी विभक्तिः, अपि च स्वरे परे इति, हा स्वरे परे इति सप्तमी विभक्तिः। तर्हि अत्र सामान्यतया क्षम्यतां, तत्र सामान्यतया सप्तमी विभक्तिः नाम एतावता सप्तमी विभक्तिः इत्युक्ते का, तस्य अर्थः कः सामान्यतया? सामान्यतया तु सप्तमी इत्युक्ते अस्मिन् अथवा अधिकरणरीत्या किमपि अस्ति इति, हा हा इति अस्ति, हा नाम गृहे जनाः सन्ति इति अधिकरणं, नाम अस्माकं गृहम् अधिकरणमस्ति खलु, सर्वे अवगच्छन्ति खलु, नाम गृहस्य अन्तः जनाः सन्ति इति अस्मिन् अर्थे गृहे जनाः इति, अत्र तथा नास्ति, किन्तु अत्र पारिभाषिकप्रयोगः इति वदामः, तत्र शास्त्रीयप्रयोगः अस्ति। स्वरात् नाम पञ्चमी, तत्र अवधिः सामान्यतया तत्र यत्र पृथक् पार्थक्यं भवति खलु, नाम तत्र फलं वृक्षात् पतति इति सामान्यवाक्यमस्ति, फलं वृक्षात्, तत्र वृक्षात् तत्र पार्थक्यम् अस्ति, पृथक् अस्ति, नाम तत्र अवधिः भवति वृक्षः वृक्षात् इत्यस्य कथनेन। अत्र किन्तु तथा नास्ति, अत्र पञ्चमीविभक्तेः पारिभाषिकः अर्थः अस्ति, सप्तमीविभक्तेः अपि तथैव पारिभाषिकः अर्थः अस्ति, नाम यत्र अभ्यासपुस्तके तादृश अर्थः यः अस्माभिः दृष्टः पूर्वं तादृशः अर्थः अत्र नास्ति, किन्तु नास्ति। अस्तु, समीचीनमस्ति। अखिल भगिनी, अत्र स्वरात् स्वरे परे इति तत्र पञ्चमी इत्यस्य कः अर्थः? अत्र पञ्चमी इत्युक्ते तस्य यत् कार्यं भवति तत् तस्य अनन्तरम् अस्ति इति अर्थः, तर्हि स्वरात् इत्युक्ते स्वरस्य अनन्तरम् इति अर्थः अत्र। स्वरे परे, स्वरे परे इत्युक्ते तथैव तत्र स्वरस्य पूर्वम् इति अर्थः, तर्हि पञ्चमी अस्ति चेत् परकार्यं, सप्तमी अस्ति चेत् पूर्वकार्यम् इत्युक्ते स्वरस्य अनन्तरं प्रथमं, स्वरे परे इति स्वरस्य पूर्वम् इति। हा समीचीनमस्ति। अत्र द्वितीयं करपत्रम् अस्माकं पुरतः अस्ति, स्वरसन्धिः सूत्रसहिता दृष्टिः, तत्र लक्ष्मीभगिनी पश्यति वा? लक्ष्मीभगिनी, आं महोदय, तत्र सर्वोपरि किं लिखितमस्ति? सूत्रेषु विभक्ति अर्थः षष्टिविभक्तिः इत्युक्ते स्थाने, सप्तमीविभक्तिः पूर्वकार्यं, पञ्चमीविभक्तिः परकार्यं, प्रथमविभक्तिः आदेशः आगमः नामकरणम्। बहु समीचीनमस्ति। अत्र एतावता अस्माभिः एकं सूत्रं दृष्टम् अस्ति, सुप्तिङन्तं पदं संज्ञासूत्रमिति उक्तमासीत्, सुप्तिङन्तं पदं, तत्र सुप्तिङन्तम् इति पदम् अस्तु, लक्ष्मीभगिनी वदतु, तत्र पदम् इत्यस्य का विभक्तिः अस्मिन् सूत्रे? पदं अस्मिन् सूत्रे इत्युक्ते महोदय, सुप्तिङन्तं पदमिति मया उक्तं सूत्रं, सुप्तिङन्तं पदं, तत्र पदमिति का विभक्तिः स्यात्? प्रथमाविभक्तिः, समीचीनं, प्रथमाविभक्तिः, सुप्तिङन्तम् इत्यस्य प्रथमाविभक्तिः एव। समीचीनमस्ति। नाम अत्र विशेषणविशेष्यभावः अस्ति, पदं कीदृशं, यथा बालकः सुन्दरः, बालकः कीदृशः सुन्दरः, पदं कीदृशं, सुप्तिङन्तम्। अत्र प्रथमाविभक्तिः अस्ति, किमुक्तमस्ति, आदेशः आगमः अथवा नामकरणम्, अत्र नामकरणमस्ति, विशेषणविशेष्यभावः, पदं कीदृशं, सुप्तिङन्तम्, बालकः कीदृशः सुन्दरः इति नामकरणमस्ति। तत्र सुन्दरः गच्छति, सुन्दरः इत्युक्ते बालकः. ओ अत्र सुप्तिङन्तम् अस्ति, नाम किं पदम्, अत्र नामकरणं किमपि नास्ति. अत्र तत्र संज्ञासूत्रमिति उच्यते नामकरणम्. अत्र सप्तमीविभक्तिः इत्युक्ते किं पूर्वकार्यं, पञ्चमीविभक्तिः इत्युक्ते परकार्यं. तर्हि अथवा अपरैः शब्दैः वक्तुं शक्नुमः यत् यत्र पञ्चमीविभक्तिः अस्ति यस्य विभक्तिः पञ्चमीविभक्तौ अस्ति तत् पूर्वं भवति, कार्यमनन्तरम् अस्ति तत् पूर्वं भवति. सप्तमीविभक्तिः यस्य अस्ति तत् अनन्तरमस्ति. अतः लिखितमस्ति स्वरात् स्वरे परे, स्वरात् स्वरे परे. अत्र उदाहरणार्थं पश्यामः, अत्र सुमित्रा भगिनी अस्ति. हा अत्र किञ्चित् अग्रे अस्मिन् पुटे किञ्चित् अग्रे लिखितमस्ति सवर्णदीर्घसन्धिः. प्रथमम् उदाहरणं हा किम् अव्ययस्य योग अस्य. हा अत्र अत्र अग्रे किं लिखितमस्ति, किं भवति अव्ययस्य योगः अयोग अस्य इति सवर्णदीर्घः अव्ययस्य आयोगस्य अव्ययस्यास्य. हा बहु सुन्दरमस्ति. नाम अत्र अव्ययस्य इत्यस्य अन्तिमवर्णः अकारः अस्ति खलु. नाम यकारस्य अनन्तरं राजीभगिनी, राजीभगिनी वदतु अत्र अव्ययस्य इत्यस्य अन्तिमवर्णः कः. अव्ययस्य अव्ययम् अन्त मकारः अन्तिमवर्णः, अव्ययस्य यकारः अन्तिमवर्णः. न एकनिमेषः एकनिमेषः क्रमेण गच्छेम. अव्ययस्य इत्यस्य अन्तिमवर्णः कः. यकारः. यकारः अति वा, नाम यकारस्य अनन्तरं कः कश्चन वर्णः. हा अत्र सर्वेषाम् अत्र अवगमनं भवेत्. अत्र अव्ययस्य इत्यस्य अन्तिमवर्णः अकारः न तु यकारः खलु. अत्र दण्ड अत्र यकारे यकारे दण्डः यदि स्यात् तदानीं यकारः अन्तिमवर्णः, किन्तु अत्र दण्डः नास्ति इति कृत्वा अकारः एव अन्तिमवर्णः खलु. हा अव्ययस्य अनन्तरम् अस्य इत्यस्य प्रथमवर्णः कः. अकारः. हा अत्र यत्र लिखितमस्ति उपरि स्वरात् स्वरे परे, स्वरात् स्वरे परे इत्युक्ते अव्ययस्य इत्यस्य यः अन्तिमस्वरः अन्तिमवर्णः अकारः तस्मात् स्वरात् इत्यनेन तस्मात्. अनन्तरम् अस्य इत्यस्य यः प्रथमवर्णः अकारः तस्य सः एव स्वरे परे अस्ति. स्वरे परे नाम अनन्तरम् अकारः पूर्वम् अकारः. स्वरात् इत्युक्ते पूर्वं भवति अकारः नाम स्वरः अत्र अकारः. अनन्तरं स्वरे परे इत्यनेन अनन्तरम् आयाति स्वरः नाम अस्य इत्यस्य अकारः. यतोहि अकारः अस्य इत्यस्य अकारः अनन्तरमस्ति. अव्ययस्य इत्यस्य अकारः अन्तिमवर्णः यः सः पूर्वः अस्ति. पूर्वः अकारः अनन्तरम् अकारः इति स्थितिः. स्वरात् स्वरे परे इति तादृशी स्थितिः यत्र पूर्वं स्वरः अनन्तरं स्वरः. स्वरात् स्वरे परे इत्यस्य स्वरसन्धिः इति अवगच्छामः. स्पष्टमस्ति. अतः अतः यत्र पश्यामः पञ्चमीविभक्तिः तत्र तादृशः एव अर्थः अस्ति. यत्र सप्तमीविभक्तिः इति पश्यामः तत्र तादृश एव अर्थः अस्ति. स्वरात् स्वरे परे अष्टाध्याय्यां सर्वत्र तथा अस्ति इति सामान्यनियमः. विशिष्ट स्थलेषु अर्थान्तरमपि कुत्रचित् भवति, किन्तु सामान्य अर्थः अत्र अस्ति. तदर्थं तत्र सूत्रमपि अस्ति. नाम अष्टाध्याय्यां सप्तमीविभक्तेः अर्थः कः इत्यस्य स्पष्टीकरणार्थमपि सूत्रमस्ति. पञ्चमीविभक्तिः इति नाम यथा वयं चिन्तयामः सप्तमी इत्युक्ते अधिकरणं, गृहे जनाः सन्ति, अपि च तत्र यत्र अवधिः अस्ति, पार्थक्यमस्ति, तत्र पञ्चमी अस्ति, वृक्षात् फलं पतति. तत्र सूत्रद्वयमपि अस्ति, तत्र संज्ञासूत्रम् इदानीं मास्तु, किन्तु एतत् सर्वम् अष्टाध्याय्यां भवति. नाम विशिष्टपारिभाषिकशब्दाः तेषाम् अर्थः कः इति अस्य स्पष्टीकरणार्थं संज्ञासूत्राणि सन्ति. तदा अनेन जानीमः यत् स्वरात् इत्यस्य अर्थः कः, स्वरे परे च इत्यस्य अर्थः कः. अस्तु, समीचीनमस्ति, अग्रे गच्छेम तर्हि. अत्र विद्याभगिनी अग्रे नाम स्वरसन्धिः एषः अष्टविधः. एषः अष्टविधः: सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, यणसन्धिः, यान्तावान्तादेशसन्धिः, पूर्वरूपसन्धिः, पररूपसन्धिः, प्रकृतिभावसन्धिः. सः सर्वो अपि अत्र सोदाहरणं क्रमशः निरूपितः अस्ति. तत् सावधानं पठत. अत्र समीचीनमस्ति. तर्हि सन्धिः अष्टविधः अस्ति. अत्र एकं तत्र सावधानतया वक्तव्यमस्ति यत् अत्र सः सर्वोपि इति लिखितमस्ति खलु. अत्र सन्धिः अस्ति, विसर्गसन्धिः अस्ति. तत्र सर्वोपि, यत्र अत्र वस्तुतः सन्धिद्वयमस्ति, सर्वः अपि, तत्र अकार तत्र तत्र विसर्गस्य तत्र ओकारः, अपि च अपि इत्यस्य अकारस्य लोपः जातः. यत्र सन्धिः कुत्र भवति इति चेत् उच्यते संहितायां विषये, यत् तत्र वाक्यस्तरे अस्माभिः अवलोकितमासीत् यत् वाक्यस्तरे सन्धिः वैकल्पिकः अस्ति खलु. यथेच्छम् अस्माकम् इच्छा अस्ति चेत् कुर्मः, इच्छा नास्ति चेत् न कुर्मः. यत्र संहितायां विषयः भवति अस्माकं विवक्षा, तदानीं सन्धिः भवति. अपि च संहितायां विषयः इत्युक्ते यत्र सामीप्यं भवति, अतीवसामीप्यं, वर्णयोः सामीप्यं भवति. अस्य कथनस्य आशयः एवमस्ति यत् अस्माकं विवक्षा सामीप्यम् इति चेत् तत्र यः कोऽपि सन्धिः सम्भवति सः सन्धिः करणीयः एव, तत्र विकल्पः नास्ति. एकवारं यदा सामीप्यमिति इच्छा निष्पन्ना अस्ति, तदानीं तस्मिन् अवसरे यः कोऽपि सन्धिः सम्भवति स च करणीयः एव. कथनस्य अर्थः अत्र अस्ति यत् सर्वो अपि इति नितरां दोषः अस्ति. सर्वो अपि इति नितरां वक्तुं न शक्नुमः. बहवः जनाः वदन्ति, तदर्थं वदामि अत्र. सर्वः अपि वक्तुं शक्नुमः अथवा सर्वोपि, नाम सन्धिद्वयमपि कृत्वा तत्र सर्वो अपि इति दोषः, यतोहि तत्र सामीप्य सर्वो इत्यस्य वदनेन सामीप्यमिति इष्टमस्माभिः इति विवक्षा अस्ति. तदर्थम् अकारस्य लोपः अपि अवश्यं करणीयः. तत्र एकः सन्धिः कृतः, एकः सन्धिः न कृतः इति नितरां न करणीयमस्ति. बहवः जनाः वदन्ति, तदर्थम् अहं वदामि, यत्र एकः सन्धिः अस्ति, द्वितीयसन्धिः सम्भवति, यतोहि सामीप्यमिति इष्टमस्ति, द्वयोः अपि करणीयं, द्वयोः अपि सिद्धिः स्यात्. सः सर्वोपि अत्र इति वक्तव्यमस्ति. समीचीनमस्ति. अस्तु, तर्हि अत्र अग्रे गच्छेम. हरीशमहोदय, अग्रे पठति वा एतानि? श्रूयते खलु? श्रूयते. तत्र आधाय आत्मनः इति वा तत्र आरभ्य महोदय सदोदाहरणम् अपि सन्धिः अस्ति वा किं किं सोदाहरणं हा तत्र वस्तुतः तत्र न केवलं सन्धिः अपि तु समासः अस्ति अत्र समासः तत्र सन्धिः नित्यः अस्ति अस्माकं विकल्पः तत्र नास्ति किन्तु सत्यं तत्र सन्धिः अपि अस्ति समासः अपि अस्ति सर्वोपि तत्र भेदः कः इति चेत् सर्वोपि इति समासः नास्ति केवलं सन्धिः सन्धिः इति मया किम् उक्तम् अद्यतनवर्गस्य आरम्भे ध्वनिविज्ञानं नाम अर्थस्य न कोऽपि सम्बन्धः सर्वोपि अथवा सर्वः अपि इति अनयोः मध्ये न कोऽपि अर्थभेदः अर्थः समानः केवलं ध्वनिभेदः इति सन्धिकार्यं यत्र सन्धिकार्यमस्ति नाम वर्णविकारः वर्णस्तरे एव अस्माकं परिवर्तनं भवति तत्र अर्थभेदः अर्थपरिवर्तनं न भवति किन्तु सोदाहरणम् इति समासः अस्ति समासः इत्युक्ते द्वयोः पदयोः मेलनेन तत्र न केवलं वर्णपरिवर्तनं किन्तु अर्थपरिवर्तनं जातं तत्र भेदः अस्ति अस्तु महोदय कृपया अग्रे हरीश महोदय आधाय आधाय आत्मनः इति पदद्वयम् अस्ति तत्र आधाय इति पदस्य अन्ते अकारः अस्ति आत्मनः इति पदस्य आदौ आकारः अस्ति यथा वयं पूर्वं दृष्टवन्तः तत्र स्वरात् स्वरे परे अत्रापि प्रसक्तिः अस्ति सवर्णदीर्घसन्धेः प्रसक्तिः अत्रापि दृश्यते यतोहि तत्र अकारः अस्ति अपि च आकारे परे अकारः अस्ति अत्र एकः वैशिष्ट्यमस्ति इत्युक्ते तत्र अकार आकारयोर्मध्ये सवर्णदीर्घसन्धिः भवति यतोहि तयोः मध्ये सावर्ण्यम् अस्ति अत एव इदानीं सवर्णदीर्घसन्धिं कृत्वा आधायात्मनः इति पदं निष्पन्नम् हा बहु समीचीनमस्ति अत्र सावर्ण्यमिति उक्तं महोदयेन अग्रे परिशीलयिष्यामः अद्यतनवर्गे एव इदानीं केवलम् आस्वादः भवतु तदनन्तरं सावर्ण्यम् इत्युक्ते किम् इति वदिष्यामः समीचीनमस्ति महोदय धन्यवादः तर्हि अग्रे नताशा भगिनी अग्रे वदति वा नताशा भगिनी अस्ति अस्तु सतीश महोदय एतानि उदाहरणानि परिशीलयत् तत्र तृतीयम् उदाहरणम् अस्ति तृतीयम् उदाहरणम् उपद्रष्टा संयुक्त अनुमन्तः उपद्रष्ट पूर्व आ अनुमन्त च अपि अ उपद्रष्ट संयुक्त अनुमन्तः उपद्रष्टानुमन्तः हा अत्र एतावता अस्माभिः किं दृष्टमस्ति अकार अकारयोः संयोजनेन आकारः जातः प्रथमे उदाहरणे अव्ययस्य योगः अस्य अत्र अकार अकारः अकारयोः द्वयोः संयोजनेन तत्र आकारः भवति द्वितीये उदाहरणे पूर्वम् अकारः अनन्तरम् आकारः तृतीय उदाहरणे पूर्वमस्ति आकारः अनन्तरम् अकारः त्रिषु अपि स्थलेषु तत्र आकारः इति भवति सर्वत्र समीचीनमस्ति आकारः भवति अकार तत्र द्वयोः मेलनेन तत्र आकारः भवति समीचीनं रविप्रकाशमहोदय अग्रे आम् यथा योगः आकाशस्थितः यथा आकारः यथा अन्ते आकारः अस्ति आकाशस्थितः पूर्वभागे आकारः अस्ति आकार योगः आकारः आकार एव भवति बहु समीचीनमस्ति ततः अग्रे किं लिखितमस्ति एतेषु उदाहरणेषु अ इति वर्णाभ्यां परतः अ वर्णौ स्तः तत्र अ आ योगः अ वर्णयोः स्थाने आ इत्यादेशः सम्पन्नः अस्ति समीचीनमस्ति. पूर्वम् अकारः अनन्तरम् आकारः अथवा विपरीतत्वेन अथवा उभयमपि अकारः अथवा उभयमपि आकारः सर्वत्र एव आकारः इति आदेशः अस्ति. आदेशः इति अस्माभिः पूर्वम् अपि स्थाने इत्यस्य अर्थः, यस्य स्थाने आयाति तस्य नामकरणमस्ति आदेशः इति अस्माभिः दृष्टम्. आकारः तत्र आदेशः, आगमः, लोपः इत्यादिकम् अस्माभिः परिशीलितमासीत्. समीचीनमस्ति. इतः अग्रे गच्छेम तर्हि. अग्रे जगन्नाथमहोदय अग्रे. एतेषु उदाहरणेषु अ इति वर्णाभ्यां परतः वर्णौ स्तः, तत्र योग वर्णयोः स्थाने आ इति आदेशः सम्पन्नः अस्ति इति अस्ति. एतानि उदाहरणानि परिशीलयत. श्रोत्रादीनि श्रोत्रादीनि योग इन्द्रियाणि, श्रोत्रादीन् योग इकार योग इकार इन्द्रियाणि भवति. श्रोत्रादीन् योग ईकार इन्द्रियाणि, श्रोत्रादीनीन्द्रियाणि उत्क्रामति. अत्र किम् अभवत्? अत्र ह्रस्व इकारद्वयोः स्थाने एकं दीर्घ ईकार भवति. हा इति अस्ति. समीचीनमस्ति. अग्रे राजेन्द्रमहोदय अग्रे. महोदय अत्र श्रूयते वा महोदय? हा, अन्य कोऽपि वदति वा? अहं तु अस्मि महोदय. महोदय श्रूयते वा? हा श्रूयते. एकनिमेषः. पुष्पा भगिनी, अन्ये के के सन्ति? एवमेव वदन्तु कृपया, विलम्बेन ये आगतवन्तः. पुष्पा भगिनी, अन्य कोऽपि वा? महोदय, पद्मा अस्मि. पद्मा भगिनी, अन्य कोऽपि वा? केचन जनाः आगतवन्तः खलु विलम्बेन. अस्तु अस्तु, राजेन्द्रमहोदय. उत्क्रामति योग ईश्वरः, उत्क्रामत् योग ह्रस्व इकारः, योग दीर्घ इकारः, योग श्वरः. उत्क्रामति ई योग ई ह्रस्व इकारः, योग दीर्घ इकारः मिलित्वा दीर्घ इकारः सन्धि भवति. उत्क्रामत् योग दीर्घ इकारः, योग श्वरः इत्युक्ते उत्क्रामतीश्वरः तत् निष्पन्नः भवति. हा, एतावता ह्रस्व इकारः द्वयोः मेलनेन तत्र दीर्घकारः. अत्र पूर्वम् इकारः ह्रस्वः, अनन्तरम् ईकारः दीर्घः, तयोः मेलनेन अपि दीर्घकारः. अस्तु, समीचीनमस्ति. अग्रे रामप्रिय भगिनी अग्रे. आं महोदय, त्यागी योगः इति त्याग् योगः दीर्घ ईकारः योगः इकारः योगः ति. अत्र ईकारः इकारः सवर्णः अस्ति, अतः दीर्घः भवति. त्याग त्याग् योगः ई योगः ति त्यागीति इति. बहु समीचीनमस्ति. अस्तु, तर्हि अग्रे गच्छेम. अधुना सदैव महोदय पठति वा महोदय? आम् गौरी योगः ईक्षते इति, गौर् योगः ई योगः ई योगः क्षते इति, गौर् योगः ई योगः क्षते गौरी क्षते. उभयत्र किमस्ति? यदि द्वयोः दीर्घ इकारयोः स्थाने तर्हि दीर्घकारः हा भवति, बहु सम्यक् अस्ति महोदय, वा बहु सम्यक् अस्ति, तथैव अत्र चतुर्षु अपि स्थलेषु यथा अकारः आसीत् तथैव अत्र ईकारः अपि अस्ति. अस्तु अग्रे अजय महोदय अग्रे पृच्छति वा महोदय. एतेषु उदाहरणेषु ई अथवा ई इति वर्णाभ्यां परतः ई अथवा ई वर्णौ स्तः तत्र ई अथवा ई योग ई अथवा ई वर्णयोः स्थाने ई इत्यादेशः सम्पन्नः अस्ति. हा इति स्थितिः स्पष्टः स्थितिः स्पष्टा स्यात्. अग्रे अभिनवमहोदय कृपया. एतत् उदाहरणं परिशीलयत् तेषु परिशीलयत अस्तु परिशीलयत तेषु योग उपजायते. योगः अत्र योग इति न वक्तव्यमस्ति, योगः तेषु योगः उपजायते. तेषु अन्ते उ अस्ति, उकारः अस्ति तथा उपजायते इत्यस्य पूर्वे उकारः अस्ति. उ योगः उ दीर्घ उ भवति ततः तेषु योगः उपजायते तेषु उपजायते भविष्यति. हा एवमेव एवमेव ह्रस्व उकारः दीर्घ उकारः भवतु नाम तयोः मेलनेन दीर्घ उकारः भवति एव. हा अस्तु रवि महोदय अग्रे. एतस्मिन् उदाहरणे उ इति वर्णात् परतः उ वर्णः अस्ति, तत्र उ योगः उ वर्णयोः स्थाने उका उ इति आदेशः सम्पन्नः अस्ति. इत्याभ्याम् इत्यन्योः वर्णयोः परयोः आकार इ इत्येभ्याम् इ इत्येताभ्याम् इत्येताभ्याम् इ इत्येतयोः परयोः ईकार उ इत्येताभ्याम् उ इत्येतयोः परयोः ऊकार उकारः तत्र यत्र विसर्गः तत्र इति हिन्दी इति नास्ति खलु, अत्र विसर्गः वक्तव्यः अस्ति. उकारः उकारः रि इत्यस्मात् रि लृ इत्येतयोः परयोः ऋकारः पूर्वपरयोः स्थाने एकः आदेशो भवति. हा बहु समीचीनमस्ति. अत्र नियमः एतादृशः अस्ति, तत्र अकारस्य कृते इकारस्य कृते उकारस्य कृते ऋकारस्य कृते तस्य व्यक्तीकरणार्थम् एकं सूत्रमस्ति, तत् सूत्रं पठेम एकवारम्. अत्र स्वरसन्धिः सूत्रसहितादृष्टिः इति अस्मिन् करपत्रे सूत्रं दत्तमस्ति. तत्र रक्षाभगिनी पठति वा. सवर्णदीर्घसन्धिः. अकः सवर्णे दीर्घः, अक् वर्णात् सवर्णे अचीपरे पूर्वपरयोः स्थाने दीर्घसंज्ञक एकादेशः स्यात्. तावत् अकः सवर्णे दीर्घः इति सवर्णदीर्घसन्धिविधायकसूत्रम् अस्ति. सूत्रार्थः अयं यत् अक् वर्णात् नाम अक् प्रत्याहारस्थवर्णात् सवर्णे अचीपरे तस्मात् अक्वर्णात् सवर्णः अच् अस्ति चेत् तदा पूर्वपरयोः, इत्युक्ते पूर्वस्थितस्य अक्वर्णस्य अपि च तस्मात् यः सवर्णः अच् अस्ति तयोः स्थाने तस्यैव वर्ग तस्यैव वर्णस्य दीर्घसंज्ञक आदेशः भवति. हा, बहु समीचीनमस्ति. हा, अस्तु. ततः अग्रे अग्रे अग्रिमं हा अस्तु, एकवारं वद पठतु यावत् अस्ति. कुत्र अस्ति महोदय एतद्? कुतः पठितवती? एकं करपत्रं मया प्रेषितं, तस्य लिङ्क् ईमेल् इत्यस्मिन् लिङ्क् इति दत्तमासीत्. आम्, अद्य प्रातःकाले यत् प्रेषितवान् भवान्? न न, प्रायः तत् न. प्रथमं तत्र लिङ्क् द्वयमस्ति. ह्यः रात्रिवेलायां प्रथमं लिङ्क् इति मया दत्तमस्ति, तत्र स्वरसन्धिः सूत्रसहितादृष्टिः इति लिखितमस्ति. ओ, तत्र प्रथमं सूत्रमस्ति. हा, अस्तु. रक्षा भगिनी अग्रे. अक् प्रत्याहारः अ इ उ ऋ लृ. अकः पञ्चम्यन्तं सवर्णे. अत्र एकनिमेषः, तत्र सर्वे पश्यन्तु पुस्तके कस्मिन् पुटे अस्ति. तत्र महेश्वराणि सूत्राणि, तत्र पञ्चमे पुटे महेश्वराणि सूत्राणि सन्ति. पञ्चमे पुटे तत्र रक्षा भगिनी किञ्चित् प्रदर्शयतु कृपया, कत्र अक् कथमस्ति. अस्तु, तर्हि तस्मिन् पुटे महेश्वरसूत्राणि यद्दत्तम् अस्ति, तत्र प्रथमसूत्रम् अस्ति अण् अ इ उ अपि च अन्ते ण इति. द्वितीयसूत्रम् अस्ति ऋक् ऋ लृ क इति. तर्हि उभयोः मेलनेन अक् इति प्रत्याहारः जायते. अक् प्रत्याहारे क इति अपगच्छति, अस्य इत्संज्ञा इति उच्यते. अ अपि च क अनयोः मध्ये यत्किमपि अस्ति अ इ उ ऋ लृ, तत्सर्वम् अक् प्रत्याहारे अन्तर्भूतं भवति. सूत्रेषु अन्तिमवर्णः न परिगण्यते, न अपि न परिगण्यते, क अपि न परिगण्यते. तर्हि अ इ उ ऋ लृ इति अक् प्रत्याहारः. हा, अस्तु, सम्यक् अस्ति. हा, अग्रे. अकः पञ्चम्यन्तं सवर्णे सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि. अस्तु, तावदेव. इदानीम् अकः पञ्चम्यन्तं सवर्णे सप्तम्यन्तं दीर्घः प्रथमान्तम्. अत्र पारिभाषिक विभक्ति अर्थाः सन्ति इति अस्माभिः दृष्टमस्ति. अखिला भगिनी किञ्चित् परिशीलयतु कृपया. पञ्चम्यन्तं सप्तम्यन्तं प्रथमान्तम् अत्र उपरि लिखितमस्ति खलु, प्रत्येकं शब्दस्य अर्थः कः इति. आं महोदय, अत्र अकः पञ्चम्यन्तं, पञ्चम्यन्तम् इत्युक्ते परकार्यम् इति अस्माभिः दृष्टम् उपरि. तर्हि अकः पञ्चम्यन्तम् इत्युक्ते अकवर्णात् अनन्तरम् इति अर्थः. तथैव सवर्णे सप्तम्यन्तं, सवर्णे इत्युक्ते अकस्य सवर्णः वर्णः इत्युक्ते अकः एव. तर्हि अकस्य अनन्तरम् अकः अस्ति चेत् तर्हि तादृश अकस्य पूर्वम् इति अर्थः. दीर्घः प्रथमान्तं, दीर्घः इति प्रथमा तत्र प्रथमाविभक्तिः इत्युक्ते आदेशः अथवा आगमः इति अस्माभिः दृष्टम्. अत्र दीर्घः इति आदेशः. तर्हि द्वयोः स्थाने दीर्घः अकः आदेशः आगच्छति, इत्युक्ते तस्मिन् तत्र अकः द्वयोः अकयोः स्थाने दीर्घः अकः आदेशरूपेण आगच्छति इति तत्र अस्ति महोदय. हा, समीचीनमस्ति इति अर्थः अस्ति. तत्र अग्रे अनुवृत्तिसहितसूत्रम्, अनुवृत्तिसहितसूत्रम् इति हरीश् महोदय तत्र किञ्चित् पठित्वा वदति वा? अनुवृत्तिसहितसूत्रम् इति तत्र एकः पूर्वपरयोः तत्र प्रभृतिः हा नाम अग्रे अकः सवर्णे अति पूर्वपरयोः एकः दीर्घः संहितायाम् इति अनुवृत्तिसहितसूत्रं प्रायशः अष्टाध्याय्यां सर्वाणि सूत्राणि अतीव लघु भवेयुः यत्र यत्र अनुवृत्तिः भवति इति प्रायः व्याख्यानं दृष्ट्वा एव वयं ज्ञास्यामः अत्र केवलं सूत्रे अकः सवर्णे दीर्घः इति अस्ति सूत्रेषु अदृश्यमानं पदम् अन्यस्मात् सूत्रात् ग्राह्यं भवति तत्र अकः सवर्णे दीर्घः इत्येव सूत्रमस्ति अचि पूर्वपरयोः एकः दीर्घः संहितायाम् इति एतानि पदानि वस्तुतः सूत्रे न सन्ति पूर्वस्मात् सूत्रात् एतानि पदानि इदानीम् अत्र आयान्ति तदेव अनुवृत्तिसहितसूत्रम् इति अर्थः हा अत्र हा समीचीनमस्ति अत्र अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् इति अस्य किञ्चित् वदति वा अस्य अर्थः कः अकः इति पञ्चम्यन्तं पदम् इति वयं जानीमः पारिभाषिकसूत्रदृष्ट्या तत्र अकः इत्युक्ते यदि अक् प्रत्याहारे ये ये वर्णाः अन्तर्भवन्ति तस्मात् अथवा तेभ्यः वर्णेभ्यः पश्चात् अपि च अच् वर्णः अस्ति चेत् अपि सवर्णे अचि अस्ति चेत् पूर्वपरयोः इत्युक्ते तत्र एकः वर्णः आदौ अस्ति अपि च सवर्णे अचि अपि परमस्ति तयोः पूर्वपरयोः एकः दीर्घः भवति तत्र यदि अकारः अस्ति अपि च अकारः परे अस्ति इत्युक्ते द्वयोः अकारयोः स्थाने एकः दीर्घः आकारः आदेशरूपेण आगच्छति इत्येव अर्थः हा बहु समीचीनमस्ति महोदय धन्यवादः अत्र अत्र च तत्र अनुवृत्तिः इति पदम् आगतमस्ति अनुवृत्तिः महोदयेन उक्तमस्ति तत्र किञ्चित् सरलरीत्या वदामि अत्र नाम पश्यन्तु सर्वे सूत्रमस्ति अकः सवर्णे दीर्घः अकः सवर्णे दीर्घः इति सूत्रमस्ति किन्तु अनुवृत्तिसहितसूत्रं ततः दीर्घमस्ति खलु तत्र अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् इति अधिकपदानि सन्ति तत्र मया सर्वदा उच्यते उदाहरणार्थं कश्चन वार्तालापः भवति रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहमपि अधुना लक्ष्मीभगिनी यदि कोऽपि वार्तालापस्य अभ्यन्तरे मध्ये आगत्य शृणोति अहमपि लक्ष्मीभगिनी वदतु कृपया मां सूचयतु अहमपि इत्यस्य श्रवणेन एव अर्थः ज्ञायते वा भवत्याः नाम लक्ष्मी अस्ति वा भगिनी पुष्पभगिनी तत्र लक्ष्मीभगिनी वदतु कृपया अवगतं वा अवगतं महोदय अवगतं परन्तु नाम रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहमपि तदभ्यन्तरे कोऽपि आगत्य केवलम् अहमपि इति शृणोति अहमपि इत्यस्य श्रवणेन अर्थः स्पष्टः भवति वा तेषां कृते न भवति परन्तु यः कोऽपि केवलम् अहमपि शृणोति अहमपि इत्युक्ते किम् इति अवगम्यते वा न अवगम्यते किन्तु यदि आरम्भतः एव वार्तालापं वयं शृणुमः नाम कोऽपि वदति अहम् आपणं गच्छामि अन्यः वदति अहमपि तस्मिन् सन्दर्भे अहमपि इत्यस्य कः अर्थः इति अवगम्यते वा अवगम्यते किमर्थम् तस्मात् पूर्वं किम् अस्ति सन्दर्भानुसारं वयं ज्ञातुं शक्नुमः. हा नाम वयं नाम तत्र सन्दर्भानुसारं ज्ञातुं शक्नुमः इत्यस्य कः अर्थः इति चेत् वयं पूरयामः. यद्यपि श्यामः केवलम् अहमपि इति वदति तथापि अस्माकं मनसि किं भवति, अहमपि आपणं गच्छामि. नाम श्यामः वदति अहम् आपणं गच्छामि, रामः वदति आपणं गच्छामि, श्यामः वदति अहमपि. वयं शृणुमः श्यामः इति श्यामस्य कथनस्य आशयः एवमस्ति यत् अहम् अपि आपणं गच्छामि. वयं पूरयामः खलु. हरि ओम्. हा तथा कुर्मः खलु. हा तर्हि अत्रापि तथा अस्ति. अकः सवर्णे दीर्घः इत्यस्य अर्थस्य पूर्णार्थम् इको यनचि इत्यस्मात् अचि तत्र सूत्रं पूर्वमस्ति इति पश्यति. सूत्रसङ्ख्या सूत्रं पूर्वमस्ति. अपि च एकः पूर्वपरयोः इति सूत्रमपि पूर्वमस्ति. संहितायामपि पूर्वमस्ति. त्रयाणां सूत्राणां तत्र नाम त्रिभ्यः सूत्रेभ्यः वयं स्वीकुर्मः यत् अपेक्षितमस्ति पूर्णार्थं. यथा आपणं गच्छामि इति अनुवृत्तिः इति वदामः. अनुवृत्तिसहितवाक्यं श्यामस्य अहम् अपि आपणं गच्छामि एवमेव अत्र अनुवृत्तिसहितसूत्रमस्ति. अन्यत् किमपि नास्ति. सरलमस्ति. अतः अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायां. संहितायां विषये इत्युक्ते यत्र सामीप्यमस्ति. यत्र सामीप्यम् इति विवक्षा अस्ति. नाम वाक्यस्तरे विवक्षा अस्ति. अन्यत्र यथा उपसर्गधातोः अपि च तत्र समासस्य प्रसङ्गे इत्यादिकं तत्र नित्यमस्ति. संहितायां विषयः नित्यमस्ति. वाक्यस्तरे वैकल्पिकः अस्ति. अत्र तर्हि आहत्य अकः सवर्णे अचि नाम अकः अचि पूर्वपरयोः इति स्पष्टमस्ति. सवर्णः शब्दस्य अर्थः अग्रे उच्यते. अकः सवर्णे नाम तादृशवर्णः. सवर्णः इति अत्र विशेषणमस्ति. अच् इति वर्णस्य सवर्णः अच् वर्णः परः अस्ति चेत् नाम अकः इति पञ्चमी, तत्र अचि इति सप्तमी. पूर्वपरयोः इति अस्य पूर्वपरयोः इति अस्य का विभक्तिः भवति अत्र? राजेन्द्रमहोदय. आम् आं महोदय, तत्र द्वितीयविभक्तिपूर्वपरयोः का विभक्ति पूर्वपरयोः तत्र प्रथमविभक्ति द्वितीयवचवाचनं का विभक्ति उक्ता? षष्ठी क्षमतां किञ्चित् चिन्तयतु. भवान् तु जानाति एव अत्र षष्ठीविभक्ति अस्ति द्वितीयवचनं. हा षष्ठीविभक्तिः अस्ति खलु पूर्वपरयोः. किमर्थं अत्र षष्ठी इति अस्य अर्थः कः? स्थाने यः आगच्छति. हा नाम आहत्य यत्र अक् प्रत्याहारे कश्चन वर्णः पूर्वः अस्ति तस्य सवर्णः अच्वर्णः परः अस्ति. तस्यां दशायां नाम संहितायां विषये द्वयोः पूर्वपरयोः स्थाने षष्ठीविभक्तिः अस्ति पूर्वपरयोः स्थाने एकः दीर्घः इति प्रथमा विभक्तिः. एकः दीर्घः इति प्रथमा विभक्तिः. अतः प्रथमा विभक्तिः इत्यनेन तत्र कः अर्थः भवति? अत्र आदेशः आगमः नामकरणं न अत्र अत्र अत्र अत्र तु आदेशः अत्र आदेशः अत्र नामकरणस्य किं कार्यमस्ति? अत्र किमपि नास्ति. अत्र आदेशः अधिकारः न अत्र आदेशः अत्र अकः पञ्चमी इति परकार्यं सवर्णे अचि इति पूर्वकार्यम् अत्र पूर्वपरयोः इति स्थाने एकः दीर्घः इति आदेशः संहितायाम् इति विषयसप्तमी इति अस्ति आहत्य. अत्र सूत्रस्य अर्थः स्पष्टः वा? इतः अग्रे एकमेव वक्तव्यमस्ति यत् सवर्णे इत्यस्य अर्थः कः. सवर्णे इत्यस्य अर्थः कः? अत्र अखिलभगिनी अग्रे पठति वा? तुल्या अस्य प्रयत्नं सवर्णं. तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्. अग्रे अत्र किञ्चित् जाटिल्यमिति भाति, किन्तु एतत् सर्वं त्यक्त्वा अग्रे पठतु. वर्णद्वयं यदा वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति. कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति, अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति. स्थानानि कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्. आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः, संवृतः च इति. बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति. ध्येयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्यते. बाह्यप्रयत्नः अस्मिन् विषये नैवान्तर्भूतः. अनेन अपि च सर्वे अष्टादश अकारः इत्येषां सावर्ण्यं भवति. येषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः, विवृतश्च. अस्मिन् सूत्रे तत्र विषयद्वयम् अस्ति. तत्र तुल्यास्य प्रयत्नं सवर्णम् इत्युक्ते अत्र तुल्यास्य प्रयत्नम् इति तत्र स्थानम् अपि च आभ्यन्तरप्रयत्नः इति विषयद्वयं सूचयति. अत्र अत्र प्रथमं स्थानम् इत्युक्ते अथवा स्थानी इति अत्र यद् दत्तमस्ति तत् किम् इति पश्यामः. तत्र यदा वयं किमपि वदामः तत्र वर्णस्य उच्चारणं कुर्मः अत्र तत्र स्थानम् इति तत्र पञ्चस्थानानि सन्ति इति वयं जानीमः एव. तत्र कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इति तत्र अकुविसर्जनीयानां कण्ठः इत्यादीनि सूत्राणि सन्ति येन वयं ज्ञातुं शक्नुमः तत्र अथवा यैः वयं ज्ञातुं शक्नुमः अत्र स्थानं किं कस्य कस्मात् स्थानात् कः वर्णः उदेति इति. तर्हि तादृशस्थानं यदस्ति तदपि सामान्यं स्यात् इत्युक्ते तत्र अकारस्य स्थानमिति चिन्तयामः चेत् तत्र कण्ठः इति अकारस्य स्थानं. तर्हि अकारः वा भवतु आकारः वा भवतु अत्र स्थानं सामान्यमेव. कण्ठः इति एकः एव स्थानः अत्र. तथैव अत्र आभ्यन्तरप्रयत्नाः इत्यपि इतोपि अन्यविषयः अस्ति. तावत् इति प्रायः तत्र इदानीं किञ्चित् जाटिल्यम् अस्ति, किन्तु आस्वादः सर्वेषाम् आस्वादः नाम कश्चन विचारः मनसि आगतः खलु. बहु समीचीनमस्ति भगिनि, धन्यवादः. नाम अत्र स्थानमिति प्रामुख्यं, स्थानस्य प्रामुख्यमस्ति सामान्यतया. अतः अत्र पश्यन्तु, अत्र अकः सवर्णे दीर्घः तीनेन तत्र प्रश्नः उदेति. अत्र पश्यन्तु, तत्र त्रयो त्रयोदशतमे पुटे अत्र अव्ययस्य योगः अस्य त्रयोदशीपुटे अस्ति अव्ययस्य अस्य तत्र पूर्वम् अकारः अस्ति अनन्तरम् अकारः अस्ति किन्तु अत्र यदि अव्ययस्य इति अस्ति अग्रे द्वितीये तत्र द्वितीय उदाहरणसमूहे तत्र इन्द्रियाणि अस्ति अव्ययस्य योगः इन्द्रियाणि अत्र राजीभगिनी वदतु अव्ययस्य योगः इन्द्रियाणि अत्र सन्धिः भवति वा आं महोदय श्रूयते वा हा श्रूयते अव्ययस्य योगः इन्द्रियाणि अत्र सवर्णदीर्घसन्धिं करोतु अव्ययस्य अकार प्रथमपदस्य अन्तिमवर्णः अकारः इन्द्रियाणि द्वितीयपदस्य अन्तिमवर्णः इकारः अन्तिमवर्णः न प्रथमवर्णः प्रथमवर्णः क्षम्यतां प्रथमवर्णः इकारः अकारः योगः इकारः एकारः भवति सर्वेन्द्रियाणि प्रश्नः अत्र सवर्णदीर्घसन्धिः भवति न महोदय सवर्णः नास्ति तत्र हा आरम्भे भवती उक्तवती आम् इदानीं भवती न अत्र का स्थितिः अस्ति क्षम्यतां महोदय न एव मम दोषः अभवत् अत्र किमर्थं न भवति सवर्णदीर्घसन्धिः अकारः इकारः पृथक् स्वरः किल समानं न अत्र अनुवृत्तिसहितसूत्रमस्ति तत्र अकः अचि अकः अत्र अस्ति खलु नाम तत्र अव्ययस्य अत्यस्य तत्र अकारः अन्तिमवर्णः अकारः अक् प्रत्याहारे अस्ति अपि च तत्र अच् नाम स्वरः इति परः अस्ति नाम इन्द्रियाणि इत्यस्य इकारः परः स च अच् वर्णः अस्ति तर्हि सवर्णदीर्घः वर्णः सन्धिः किमर्थं न स्यात् सवर्णदीर्घः न भवति किल अचि अस्ति परः अकार इकारयोग अकारः कथं दीर्घं भवति महोदय न अत्र दलसार्थक्यम् इति वदामः अत्र दलसार्थक्यम् इति वदामः अत्र अनुवृत्तिसहितसूत्रमस्ति अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् अत्र यदि अव्ययस्य योगः इन्द्रियाणि इति अनेन सूत्रं न आगच्छति तत्र कस्मिन् दले दोषः भवति कुत्र न भवति इति प्रश्नः इदानीम् अत्र सतीश् महोदय वदति वा अथवा विद्या भगिनी सुमित्रा भगिनी महोदय उत्पत्तिस्थानानि भिन्नमस्ति इति कारणात् पुनः वदतु उत्पत्तिस्थानानि भिन्नमस्ति इति कारणात् वा हा अत्र सूत्रे अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् अत्र कुत्र पूर्तिः न भवति नाम अकः पूर्वमस्ति अच् इति परे अस्ति पूर्वपरयोः एकदीर्घः तत्र कुत्र समस्या अस्ति यदि वयं वदामः अकः सवर्णदीर्घः इति अस्य अत्र प्राप्तिः अत्र न स्यात् किमर्थं न स्यात् अत्र सवर्ण नास्ति हा पुष्पभगिनी हा समीचीनं हा समीचीनम् अत्र तथा अस्ति अत्र अकः सवर्णे अचि न केवलं यः कोऽपि अच् वर्णः परः स्यात् इति नास्ति सवर्णः सुमित्राभगिनी उक्तवती खलु तत्र अत्र उच्चारण हा स्थानं भिन्नमस्ति अतः सवर्णः नास्ति अत्र अकारस्य उत्पत्तिस्थानमस्ति कण्ठः इकारस्य उत्पत्तिस्थानमस्ति तालु अत्र अकारः कण्ठ्यः वर्णः, इकारः तालव्यः वर्णः इति वदामः. तत्र विशेषणत्वेन वदामः कण्ठः इत्यस्य कण्ठ्यः, तालु इत्यस्य तालव्यः. तर्हि इकारः इति अकारस्य सवर्ण अचवर्णः इति किन्तु नास्ति. तदर्थम् अत्र सवर्णदीर्घसन्धिः इत्यस्य प्राप्तिर्नास्ति, प्रसक्तिः नास्ति इति स्पष्टमस्ति वा? जगन्नाथमहोदय अवगच्छति वा? आम् आम्. हा स्पष्टमस्ति. हा यत्र अत्र सवर्णः, सवर्णशब्दस्य महत्त्वं किमिति अत्र प्रदर्श्यते. सवर्णशब्दस्य नाम यद्यपि पूर्वम् अक् प्रत्याहारे कश्चन वर्णः, अपि च अनन्तरम् अच् प्रत्याहारे कश्चन वर्णः इति यदि स्यात्, यदि स च अच् वर्णः सवर्ण नाम अक् वर्णस्य सवर्णवर्णः यदि न स्यात् तर्हि अस्य सूत्रस्य कार्यं न भवति, प्रसक्तिः प्राप्तिः नास्ति इति स्पष्टमस्ति वा? अनेन अस्माकं सूत्रम् अतीव विशिष्टमस्ति. नाम कुत्र कुत्र एतादृशं नाम सन्धिः सन्धिनामकम् एकं कार्यमस्ति, एतादृशं कार्यं अकः सवर्णे दीर्घः इति सूत्रेण बहु स्पष्टतया उच्यते. एतादृशं कार्यं कुत्र भवति, कुत्र भवति, कुत्र न भवति. नाम अकारः अकारस्य सवर्णः, इकारः अकारस्य सवर्णः नास्ति. अत्र अकारः कण्ठ्यः वर्णः, तत्र जिह्वा तत्र कण्ठे गच्छति खलु. कण्ठ्यः वर्णाः तत्र आ कख गघ न ह इति वर्णाः सन्ति. तत्र कख गघ ङ इति स्थानं, यत्र कख गघ ङ इति करणार्थं यत् स्थानमस्ति कख गघ ङ, जिह्वा कुत्र गच्छति पृष्ठभागे, तत्र अकारः अपि अस्ति. अ स्थानं समानमस्ति खलु. किन्तु ईकारस्य तत्र तालु इति फालत् इति आङ्ग्लभाषया यद् वदामः फालत्, तत्र तालु, तत्र तालव्यवर्णः इत्यस्य स्थानं भिन्नमस्ति. उकारस्य तत्र औष्ठौ, औष्ठ्यः उकारः. एवमेव अकारः इकारः उकारः ऋकारः, ऋकारस्य स्थानमपि भिन्नमस्ति. तदर्थं तत्र मूर्धा अस्ति, ऋकारस्य स्थानमपि मूर्धा अस्ति, मूर्धन्यः अस्ति ऋकारः, यथा ठ ठ ठ ऋकारः. अस्तु समीचीनमस्ति. ततः अग्रे किञ्चित् अभ्यासं कुर्मः. अग्रे इदानीं नताशा भगिनी अस्ति वा? इदानीं मास्तु, इदानीं समयः नास्ति. तदर्थम् अत्र प्रामुख्यमस्ति अत्र स्थानं, स्थानेन न निर्णीयते चेत् तत्र ततः अग्रे अस्ति आभ्यन्तरप्रयत्नः. स्पृष्टः, ईषत् स्पृष्टः, ईषद् विवृतः इति तत्र आभ्यन्तरप्रयत्नाः सन्ति इदानीं. किन्तु अत्र समयस्य अभावे अपि च इदानीं नास्ति आवश्यकता इति विचिन्त्य त्यजामः. स्थानं भिन्नमस्ति चेत् अत्र अस्य सूत्रस्य कार्यं न भवति इति मनसि भवेत्. अस्तु रविप्रकाशमहोदय अग्रे कृपया अभ्यासः. किं पठामि महोदय? अग्रे अग्रे अभ्यासः अस्ति. अभ्यासः सन्धिं कुरुत. इदानीं तत्र स्पीकर् फोन् इति मास्तु, नितरां मास्तु स्पीकर् फोन्. स्पीकर् नास्ति. अस्तु अस्तु अग्रे. श्रूयते वा? हा श्रूयते. सन्धिं कुरुत विद्यार्थी योगः इव, विद्यार्थी इव. हा द्वितीयमपि करोतु. तासु योगः उत्तमः. सासूत्तमा. अस्तु, समीचीनमस्ति. इदानीं पुष्पभगिनी एकं द्वयं करोतु. ब्रह्म योगः अक्षरसमुद्भवम्, ब्रह्माक्षरसमुद्भवम्. प्रतिष्ठायोगः अहं, प्रतिष्ठाहम्. अस्तु, समीचीनमस्ति. पद्मा भगिनी अग्रे. पद्मा भगिनी अस्ति? क्षम्यतां महोदय, म्यूट् मध्ये अस्मि. पश्यति योगः ईश्वरः, पश्यति ईश्वरः. मूढग्रहेण मूढग्रहेण योग आत्मनः, मूढाग्रह ग्राहेण आत्मनः. पुनः वदतु. मूढाग्राहेण आत्मनः. अस्तु, रामप्रिय भगिनि. आं महोदय. सुष्ठु योगः ऊचुः, सुष्ठूचुः दीर्घं भवति. मनः मनः षष्ठानि योगः इन्द्रियाणि, मनः षष्ठानीन्द्रियाणि दीर्घं भवति. इति अस्ति, समीचीनं, बहु सम्यक् अस्ति. अभिनवमय अग्रे. स्थूलाक्षरस्य पदस्य विच्छेदं कुरुतु. कुरुत अचिरेणाधि गच्छति. अचिरेण योगः अधिगच्छति. अग्रे. कूर्मः अङ्गानीव सर्वशः. कूर्मः अङ्गान् इव योगः इव सर्वशः. पुनः. कूर्मः अङ्गान् योगः. अत्र चिन्तयतु भोः, चिन्तयतु, यतोहि अत्र सवर्णदीर्घसन्धिः अस्ति. अत्र सवर्णस्य कथमस्ति, कथं स्यात् सवर्णदीर्घसन्धिः? आं, कूर्मः अङ्गानि योगः इव सर्वशः. अङ्गानि इव. अग्रे, रविमहोदय अग्रे. मया अध्यक्षेण प्रकृतिः, मया योग अध्यक्षेण, मयाध्यक्षेण. समीचीनम्. अग्रे. तस्याराधनम् इहते, तस्य योगः आराधनं, तस्याराधनं. तस्य योगः आराधनम्. अस्तु, समीचीनमस्ति. अग्रे, विद्याभगिनी अस्ति वा? आम् महोदय. वहति योगः वहतीशः, अत्र वहति योगः ईशः. कुर्वतीति, कुर्वती योगः इति. हा, इति अस्ति, बहु सम्यक् अस्ति. धन्यवादः. अस्तु, अग्रे गच्छेम तर्हि. अधुना हरीशमहोदय अग्रे पठति वा महोदय? गुणसन्धिः. एतानि उदाहरणानि परिशीलयत. न इङ्गते, तत्र नकारः अस्ति, अन्ते अकारः अस्ति, अपि च इङ्गते इति पदस्य आदौ इकारः अस्ति. अनयोः वर्णयोः मेलनेन तत्र न इङ्गते प्रायः तत्र समीचीनं नास्ति इति मन्ये. नङ्गते इति दत्तमस्ति तत्र. हा, सत्यं. हा, किं स्यात्? नेङ्गते इत्येव भवति तत्र. गुणसन्धिः भवति तत्र. किं वक्तव्यं वा, विवरणं करणीयं खलु किम् इत्युक्ते? यतोहि तत्र सूत्रं द्रष्टव्यं. एतत् सर्वं नाम केवलम् आस्वादः इति भवतु, अत्र अनन्तरम् अग्रे परिशीलयिष्यामः. द्वितीयं कृपया वदतु. ईर्ष्या, तत्रापि अकारः इकारस्य योगे चेर्ष्या इति पदं निष्पन्नं भवति. अत्र किम् इत्युक्ते अकारस्य इकारेण योगे सति तत्र एकारः भवति इत्येव गुणसन्धिः. तदर्थमेव तत्र चेर्ष्या इति पदं निष्पन्नम्. अपि च दृष्ट्वा इमं, तत्रापि आकारः अस्ति. अत्र प्रथमद्वयोः उदाहरणयोः मध्ये कः भेदः अस्ति? भेदः एवमस्ति, तत्र प्रथमे उदाहरणे ह्रस्व इकारः आसीत्, अपि च द्वितीये उदाहरणे दीर्घ ईकारः आसीत्. परन्तु तथापि रूपं समानं भवति, तत्र एकारः एव आदेशः. अस्तु अस्तु, अग्रे महोदय. महोदय, अत्र नेङ्गते भवितव्यं वा नङ्गते भवितव्यं वा? पुनः प्रश्नः कः? प्रथम उदाहरणे गुणसन्धे सन्ध्या नेङ्गते भवति वा नङ्गते भवति वा? हा, यथा महोदयेन उक्तम्, अत्र दोषः अस्ति. पुस्तके यत् लिखितमस्ति रूपं दोषपूर्णमस्ति. नेङ्गते नेङ्गते इति. अस्तु महोदय, अग्रे. एवं दृष्ट्वा इमम्, अस्मिन् उदाहरणे तत्र दीर्घ आकारः अस्ति. दृष्ट्वा इति पदस्य अन्ते दीर्घ आकारः दृश्यते, अपि च दीर्घ आकारस्य इकारेण योगे सत्यपि एकारः एव आदेशः भवति. दृष्ट्वेमम् इति पदं निष्पन्नम्. अन्तिमम् उदाहरणम् एवमस्ति, बालिका, तत्र दीर्घ आकारः अस्ति. ईक्षते इति इत्यस्मिन् पदे दीर्घ ईकारः अस्ति, तत्रापि बालिकेक्षते इत्येव पदं निष्पन्नं भवति. सर्वेषु उदाहरणेषु किम् इत्युक्ते अकार इकारयोः योगे यदि दीर्घ वा ह्रस्व वा इति अस्माकं विषयः नास्ति, परन्तु एकारः एव आदेशः भवति. हा, इति अस्ति, बहु समीचीनमस्ति. धन्यवादः महोदय. अग्रे रक्षाभगिनी इदानीं प्रायः नास्ति खलु? भगिनी नास्ति इति अहं मन्ये. जगन्नाथमहोदय, अग्रे. एतानि उदाहरणानि परिशीलयत. विनद्य योग उच्चैः, विनद्य योग अकार योग उकार योगचैः, विनद्य अकार उकार मेलनम् ओकार भवति, विनद्य योग ओकार योगचैः, विनद्योचैः, त्यक्त्वा योग उत्तिष्ठ, त्यक्तु योग आकार योग उकार योगतिष्ठ, त्यक्तु योग ओकार आकार योग उकार मेलनम् ओकार भवति, त्यक्तु योग ओकार योगतिष्ठ, त्यक्त्वोतिष्ठ इति भवति. अग्रे, च योग ऊर्ध्वं, च योग अकार योग उकार योग ध्वं, च योग अकार योग उकार ओकार भवति, च योग ओकार योग ऋध्वं चोर्ध्वं इति भवति. आहत्य इतेषु एतेषु उदाहरणेषु अकारयोग उकार आकारयोग उकार अकारयोग ऊकार इति द्वौ वर्णौ स्तः, तत्र द्वयोः वर्णयोः स्थाने ओकार इत्यादेशः सम्पन्नः अस्ति. बहु समीचीनमस्ति. तर्हि आहत्य अकारः ईकारः द्वयोः योजनेन तत्र एकारः, अत्र अकारः उकारः द्वयोः योजनेन ओकारः इति तावता अस्ति. अग्रे लक्ष्मीभगिनी, अग्रे. एते उदाहरणे परिशीलयत. मम योगः ऋणं, मम योगः अकारः योगः ऋकारः योगः नम् मम योगः अर् योगः नम् ममर्पणं भवति. किं भवति? ममरणं भवति. ममर्णं तत्र अयोगः अर् द्वयोः स्थाने अर् कथं भवति इति अग्रे द्रक्ष्यामः. अग्रे महायोगः ऋषयः मह योगः आकारः योगः ऋकारः योगः शयः मह योगः अर् योगः शयः महर्षयः इति भवति. एतयोः उदाहरणयोः आयोगः रु आयोगः रु इति द्वौ द्वौ वर्णोः स्तः. तत्र द्वयोः द्वयोः वर्णयोः स्थाने अर् इत्यादेशः सम्पन्नः अस्ति. हा, बहु समीचीनमस्ति. तर्हि आहत्य अयोगः इ ए अयोगः उ ओ अयोगः ऋ अर् अयोगः लृ अल् इति गुणसन्धिः. तदर्थम् अत्र एकं सूत्रमस्ति. सूत्रस्य परिशीलनार्थं प्रायः समयः नास्ति अद्य, किन्तु किञ्चित् पश्येम. तत्र अग्रे उदाहरणानि सन्ति. अभ्यासः गुणः इति किं लिखितमस्ति अत्र अग्रे रामप्रियभगिनी अग्रे पठतु कृपया. गुणः इति काचित् संज्ञा ए ओ आर् अल् इत्येते गुणसंज्ञां प्राप्नुवन्ति. अस्मिन् सन्धौ एते वर्णाः आदेशाः भवन्ति, अतः गुणसन्धि इति अस्य नाम. गुणः इति नामकरणम् अस्ति. ए ओ आर् अल् इति गुणसंज्ञकवर्णाः सन्ति. एते वर्णाः आदेशाः भवन्ति. ए ओ आर् अल् आदेशः भवन्ति अस्मिन् सन्धौ, अतः एव गुणसन्धि इति अस्य नाम. अत्र सारल्यार्थं लिखितमस्ति यत् ए ओ आर् अल् वस्तुस्थितिः एवम् अस्ति यत् ए ओ अ इति एव अस्ति, अनन्तरं रेफः लकारः भवति. किन्तु सारल्यार्थं तथा लिखितमस्ति. इदानीं निमेषद्वये त्रये वा अग्रे पदच्छेदं कुर्मः. अत्र अभिनवमहोदय अग्रे पठतु कृपया. पठतु. हरि ओम्. अस्तु अखिल भगिनि. पदच्छेदं कुरुत देवर्षिः देवयोगः ऋषिः. तत्र किं जातमस्ति? तत्र देव इति वकारस्य उत्तरोवर्ति अकारः अस्ति. क्षम्यताम्, अस्तु, देवर्षिः इति अस्ति. तर्हि तत्र अर् इति अत्र दृश्यते अस्माभिः. यद् अर् अत्र अस्ति तद् अस्ति पूर्वतने पुटे, तत्र इ इति भागे दत्तमस्ति. तत्र पश्यामः चेत् तादृशः अस्ति. तर्हि अर् इति स्थाने अकारः ऋकारः आगच्छति. तर्हि देवयोगः ऋषि इति ऋषिः इति भवति. इत्युक्ते वस्तुतया अकारः वा अकारः वा आकारः वा भवितुम् अर्हति, परन्तु देव इति पदं वयं जानीमः. तर्हि देवयोगः ऋषिः इति एव भवति. सम्यक् सम्यक्. द्वितीयं करोतु. परयोपेताः इत्युक्ते तत्र ओकारः दृश्यते. तर्हि ओकारस्य स्थाने तत्र द्वितीय उदाहरणम् इव अस्ति. तर्हि ओकारस्य स्थाने अकारः अपि च उकारः भवति. परया उपेताः इति. हा समीचीनमस्ति. अत्र किञ्चित् ज्ञानमपेक्षितमस्ति यतोहि अत्र अकारः अथवा आकारः भवितुमर्हति स्म, पुनः उकारः उकारः इति भवितुमर्हति स्म. अत्र आकारः अस्ति न? आकारः परया उपेताः इति विषयः अस्ति. समीचीनमस्ति. अग्रे अग्रे तर्हि अधुना पद्मा भगिनी करोति वा? आं महोदय, श्रूयते वा? परयोपेताः. न अग्रे अग्रे भगिनी, तत् कृतमस्ति. मद्भावायोपपद्यते. मद्भावाय योगः उपपद्यते. मद्भावायोपपद्यते. समीचीनमस्ति. राजेन्द्र महोदय अग्रे. संयमेन्द्रियग्रामम् अत्र संयम्य अकारः इकारः इन्द्रियग्रामं संयम्य इन्द्रियग्रामम् अकारः इकारः सन्धि कृत्वा एकारः भवति. संयमेन्द्रियग्रामं संयम्य संयम्य इन्द्रियग्रामम्. हा समीचीनमस्ति. राजी भगिनी अग्रे. परमात्मेति परमात्मा योगः इति आकार इकारयोगयोः एकारः आगच्छति परमात्मेति. हा बहु समीचीनमस्ति. अजय महोदय अग्रे. इन्द्रियस्य इन्द्रियसाधे इन्द्रियस्य इन्द्रियस्यार्धे इन्द्रियस्य अकारः अकारः इकारः योगः भवति एकारः आगच्छति. हा बहु समीचीनमस्ति. हा अस्तु अस्तु. अग्रे सतीश महोदय अस्ति वा? ततो उपलभ्यते तथा संयुक्त उपलभ्यते ततो उपलभ्यते. हा इति अस्ति. सुन्दरं सुन्दरं बहु समीचीनमस्ति. अद्य सवर्णदीर्घसन्धिः अपि च गुणसन्धिः अस्माभिः सन्धिद्वयम् अवलोकितमस्ति. अग्रिमसप्ताहे तत्र गुणसन्धेः कार्यं कथं भवति, तत्र कानि सूत्राणि सन्ति, अत्र लिखितानि सन्ति, सर्वे पठितुं शक्नुवन्ति. गृहपाठरूपेण किञ्चित् परिशीलयन्तु कृपया. अनन्तरं मिलित्वा अवश्यं सम्यक्तया करिष्यामः अग्रिमे सप्ताहे. गुणसन्धिः तत्र करपत्रे अस्ति इत्यर्थम्. अस्तु तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः महोदय. धन्यवादः. नमस्कारः.